अस्तु, तर्हि अस्माकम् अत्सन्धिपाठः इतः अग्रे अनुवर्तते. प्रथमतया वदामि यत् अस्माकम् अभ्यासवर्गः भवति खलु शुक्रवासरेषु. अस्य लाभं स्वीकारः भवेत्. यावन्तः जनाः शक्नुवन्ति आगन्तुं ते सर्वे आगच्छेयुः शुक्रवासरेषु. नाम तत्र सन्धिविषयः नूतनविषयः अस्ति, अस्य अभ्यासः अपेक्षितः अस्ति. केवलं सप्ताहे एक एव वारं भवति चेत् पर्याप्तं न स्यात्. तर्हि अत्र समर्थनं कर्तुम् इच्छामि यत् आगन्तुं शक्नुवन्ति चेत् अवश्यम् आगच्छेयुः शुक्रवासरेषु अपि. अस्तु, समीचीनमस्ति. तत्र च कश्चन प्रश्नः आगतः आसीत् आङ् इति उपसर्गविषये. आहत्य द्वाविंशति उपसर्गाः सन्ति, प्र, पर, अप, सम, अनु, अव, निस्, निर्, दुस्, दूर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत, उत, अभि, प्रति, परि, उप इति द्वाविंशतिः उपसर्गाः. तेषु अन्यतमः अस्ति आङ्. आङ् इति वस्तुतः तत्र नकारः लुप्यते, तत्र इत्संज्ञकः वर्णः अस्ति. तत्र न कापि चिन्ता अस्ति, केवलम् आ इति नाम कथनस्य आशयः एवं यत् एकः एव उपसर्गः अस्ति आ नाम्ना. आ इति आङ् तस्य मूलनामकरणमस्ति. आङ् नकारस्य शास्त्रीयव्याकरणप्रक्रियायां कार्यमस्ति. अत्र अस्माकं न कापि चिन्ता, आ अवशिष्यते. यथा आगच्छति, आगच्छति इति अस्मिन् यः आ उपसर्गः स च आ उपसर्गः आङ् अस्ति. सामान्यस्थलेषु सूत्रसम्बद्धस्थलेषु तत्र अस्माभिः दृष्टम् एकस्मिन् प्रकृतिभावसूत्रे पुनः णत्वप्रसङ्गे अग्रे गत्वा णत्वं यत्र दन्त्यनकारस्य स्थाने मूलनकारादेशः भवति तत्रापि भवति. अस्माकम् अट्कूप् वाङ् नूं व्यवायेपि इति सूत्रं परिशीलयिष्यामः तस्मिन् समये. अग्रे पाठः आयास्यति. तत्र उदाहरणार्थम् अस्माकं पुस्तके एव द्रष्टुमिच्छन्ति चेत् तत्र सप्तषष्टितमे पुटे अस्माकं पुस्तके एव तत्र एकः शब्दः अस्ति, पर्याणद्धम् इति शब्दः अस्ति. तत्र परि उपसर्गः, आ उपसर्गः, नद्धम्. तत्र स च आ उपसर्गः यथा आगच्छति, अत्रापि आ इति उपसर्गः आङ् इति अस्ति. तर्हि अत्र वैशिष्ट्यं किमपि नास्ति, नाम अस्माकं परिचितः आ उपसर्गः आङ् इति एव अस्ति. रमेशमहोदयः अपि पृष्टवान्, अन्ये केचन अपि पृष्टवन्तः. अत्र स्पष्टं स्यात्. अन्य कोऽपि प्रश्नः वा एतावता सन्धिविषये, अत्सन्धिविषये? अस्तु, तर्हि अग्रे गच्छामः. आम्, आयोगः एवं नो मनसे मेरी प्रस्थानिता. हा, रमेशमहोदय कृपया. आयोगः एवं नो मनसे, अत्र आङ् अस्ति वा अथवा आङ् नास्ति किल? न, न, परिस्थितिः का? पुस्तके आयोगः एवं नो मन्यसे इति उदाहरणमस्ति. ओ, प्रकृतिभावे वा? प्रकृतिभावे अन्तिम उदाहरणं. हा, एकनिमेषः, कस्मिन् पुटे अस्ति? त्रयोविंशति त्रयोविंशति हा हा हा बुद्धं हा तत्र आङ् नास्ति नास्ति किल हा नास्ति खलु नो चेत् न भवति स्म आ एवं हा अत्र एवं हा प्रश्नः समीचीनः अस्ति द्रष्टव्यमस्ति दृष्ट्वा अग्रे वक्ष्यामि यतोहि अत्र आङ् इति नास्ति उपसर्गः एव न स्यात् यतोहि यावत् अवगच्छामि उपसर्गः एकः एव अस्ति आङ् महोदय अत्र विषयः तु निपातस्य विषयः अस्ति अतः अहं चिन्तयामि आङ् अपि एकः अव्ययपदमस्ति वा इति एकम् अव्ययं पदमस्ति वा इति यथा आ अव्ययमस्ति तथा आङ् अपि अव्ययमस्ति वा तथा अस्ति चेत् कथं जानीमः द्वयोः भेदः कः कुत्र उपयोगं भवति इति नाम उपसर्गः सामान्यतया एकाकी न भवति अव्ययम् इति तु अस्ति किन्तु स्वस्मिन् सुबन्तशब्दः अस्ति नाम शब्दः अस्ति तस्य पदसंज्ञा भवति पदं पदसंज्ञा भवति एव तस्य विभक्तिरूपाणि सामान्यतया न भवन्ति इति तु सत्यं किन्तु एकाकी न भवति एकाकी न भवति अत्र द्रष्टव्यं कीदृशरूपमस्ति आ एवं न अत्र विशिष्ट विशेषतया अस्मिन् उदाहरणे तत्र अर्थः कः कथं कीदृशशब्दः अस्ति इति किन्तु एकाकी अस्ति चेत् आ एवं तत्र एकाकी इति भाति खलु यतो हि एवम् इत्यस्य उपसर्गः तु न भवति एव अत्र आ उपसर्गः एव नास्ति उपसर्गस्य प्रसङ्गः एव नास्ति तर्हि आङ् नास्ति इति तावत्तु प्रकृतमस्ति उपसर्गः नास्ति इति यतोहि एवम् इत्यस्मात् प्राक् उपसर्गः नितरां न भवति अस्मिन् सप्ताहे किञ्चित् द्रक्ष्यामि अत्र कीदृशः अस्ति आ किन्तु तावत् अवगन्तुं शक्नुमः यत् आङ् इति नास्ति अस्तु तर्हि अग्रे गच्छेम वा अस्माकं कथा अस्ति एतत् सर्वं समापितम् इति कृत्वा अस्माकं कथा अस्ति इदानीं सम्यक्तया सर्वे निपुणाः जाताः इति कृत्वा इदानीं कथां पठेम एतद् अभ्यन्तरे के आगतवन्तः नमस्ते महोदय जगन्नाथ जगन्नाथमहोदय अन्य कोऽपि वा अभिनव अभिनवमहोदय स्वागतम् अन्य कोऽपि वा अन्य कोऽपि श्रीनिवासमहोदय अस्तु अस्तु अस्तु अस्तु तर्हि एकादशीपुटे इति अस्ति स्वरसन्धेः अभ्यासः अत्र क्रमेण पश्येम तर्हि विद्याभगिनी आरब्धुमिच्छति वा महोदय सञ्जय उवाच एतं पाठं सावधानम् उच्चैः पठत धृतराष्ट्रः सञ्जय कुरुक्षेत्रे समवेताः मामकाः पाण्डवाः च किम् अकुर्वत अत्र अर्थः वक्तव्यः अस्ति स्वस्यैः शब्दैः महाभारतं युद्धं गच्छन् आसीत् तदा धृतराष्ट्रः सञ्जयं पृच्छति हे सञ्जय कुरुक्षेत्रे मम पुत्राः अपि च पाण्डवाः युद्धार्थं तत्र आगतवन्तः तत्र ते किं कुर्वन्ति इति बहु समीचीनमस्ति भगिनि सर्वे न जानीयुः इति कृत्वा समवेताः इत्यस्य अर्थः कः समवेताः इत्युक्ते तत्र समूहः द्वयोः समूहः तत्र स्थिताः सामूहिकरूपेण एकत्र उपस्थिताः अथवा सङ्गृहीताः इति अर्थः. सम्यक् सम्यक्. ममकाः मामकाः इत्युक्ते धृतराष्ट्र तस्य वंशजं तस्य पुत्राः मामकाः मम पुत्राः. हा सत्यं. मम इत्यस्मात् मामकाः इति अग्रे अग्रे गत्वा द्रक्ष्यामः किञ्चित् तदितान्तरूपाणि. अस्तु समीचीनमस्ति. अत्र सर्वं स्पष्टमस्ति. अकूर्वता इति कः लकारः? अस्ति अथवा अतः लङ् लकारः. हा लङ् लकारः. अत्र परस्मैपदे तत्र अथवा आत्मनेपदे द्वयोः अपि भवितुम् अर्हति. अत्र आत्मनेपदे. हा परस्मैपदे अस्ति चेत् अकरोत्. हा बहु समीचीनमस्ति. यतोहि कृ धातुः उभयपदी धातुः अस्ति अतः अकरोत् अथवा अकुर्वत अतः समानः. समीचीनमस्ति. अग्रे गच्छेम. महोदय परन्तु अकुर्वत पदं कथम् आगच्छति इति अहं न जानामि. अकुर् एकवचनं वा बहुवचनम्? अत्र बहुवचनान्तरूपम् अस्ति सत्यं. तर्हि तत्र परस्मैपदे बहुवचनान्तरूपं वदतु. परस्मैपदे अकरोत् अकुर्वन्. सत्यम्. अकुर्वन् अकुर्वत इति अस्ति. अग्रे बालसुब्रह्मण्यमहोदय अग्रे. सञ्जयः पाण्डवानेकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य इदं वचनम् अब्रवीत्. सो पाण्डवानां सर्वे दृष्ट्वा दुर्योधनराजा आचार्यं तत्र आगम्य द्रोणाचार्यम् आचार्यं गुरुम् उपसङ्गम्य समीपं गत्वा इदं वचनम् अब्रवीत्. इदं वाक्यम् उक्तवान् इति. हा हा समीचीनं. ब्रूधातुः अब्रवीत् अवदत्. समीचीनमस्ति. एतावता कोऽपि प्रश्नः वा महोदय? अत्र प्रथमवाक्ये किमर्थम् एकवचनम् उपयोगं कृतवन्तः? समवेताः मामकाः बहुवचनम् अस्ति. अत्र बहुवचनान्त किम् अकुर्वत इति एकमेश अकुर्वत बहुवचनान्तरूपमेव महोदय. अकुर्वत बहुवचनान्तरूपमेव खलु? हा बहुवचनान्तरूपम् इति अस्ति. अवर्धत अवर्धेत अवर्धन्त इति न तत्र एकनिमेषः. अकुरुत इति प्रायः स्यात्. आं महोदय. अकुरुत अकुर्वाताम् अकुर्वत. अकुरुत इत्यस्य एकवचनम् एकवचनान्तरूपं भगिनि. अस्तु महोदय धन्यवादः. अस्तु अग्रे गच्छेम. दुर्योधनः राजेन्द्रमहोदय. दुर्योधनः आचार्य पश्येतां सन्धिः अस्ति तत्र. पाण्डुपुत्राणां चमूम् एषा महती चमूः. भीष्म अभिरक्षितम् अस्माकं बलम् अपर्याप्तम् अस्ति. पुनः वदतु. भीमाभिरक्षितं त्वे तेषां तु एतेषां बलं पर्याप्तम्. सम्यक् वा महोदय? हा अग्रे. यथा भागम् अवस्थिताः भवन्तः भीष्मम् एवाभिरक्षन्तु एव अभिरक्षन्तु. दुर्योधनः वदति तस्य संवादः अस्ति आचार्य सः आचार्य दुर्योधन द्रोणाचार्यं सम्बोधित्वा वदति पश्येतां पश्य एतां तत्र तु वृद्धिसन्धिः अस्ति पाण्डुपुत्राणां चमूं चमूं महोदय न जानामि चमूं किम् इत्युक्ते किं सेना इति अर्थः सेना सेना सेना अस्तु अस्तु सेना इति अर्थः दीर्घ उकारान्त शब्दः अस्ति भक्तौ चमूः सः आचार्यद्रोणं प्रति सम्बोधित्वा वदति पश्येतां पश्य एतां पाण्डुपुत्राणां चमूं तां पश्यतु एषा महती चमूः एषा महती बृहत् चमूः अस्ति अस्ति एषा भीमाभिरक्षितं भीष्माभिरक्षितम् अस्माकं बलम् अपर्याप्तम् अस्ति अस्माकं कृते भीष्मपितामहः भीष्माभिरक्षितं तस्य रक्षणार्थम् अस्माकं बलम् अपर्याप्तम् अस्ति पर्याप्तं न अस्ति अत्र अत्र भीष्माभिरक्षितम् इदं पदं समस्तपदमस्ति समासस्य पाठः न जातः किन्तु ऊहां कृत्वा कस्य विभक्तिः का विभक्तिः लुप्ता जाता विभक्तिः पुनः वदतु न श्रुतं मया भीष्मस्य षष्ठीविभक्ति षष्ठीविभक्तिः इति वा न अत्र भीष्माभिरक्षितं तु द्वितीयविभक्तिः अस्ति लक्ष्मीभगिनी किं वदति भवती भीष्मेन अभिरक्षितं तृतीया तृतीया महोदय भीष्मेण भीष्मेण अभिरक्षितम् अभिरक्षितम् अस्माकं बलम् अपर्याप्तम् अस्ति तत्र अस्माकं बलं पर्याप्तं नास्ति भीमाभिरक्षितं तत्रापि तथैव भीमेन अभिरक्षितं यथा बालकेन कार्यं कृतं बालकेन कृतं बालकेन कृतं कार्यं बालककृतं कार्यं मया कृतं कार्यं मत्कृतं तत्र तृतीया विभक्तिः लुप्ता अस्तु अग्रे तेषां तु एते एतेषाम् अत्र तु यन्सन्धि यन्सन्धि अस्ति त्वेतेषां बलं पर्याप्तं पाण्डूनां चमूय अस्ति तत् भीमेन रक्षितं रक्षितः अभिरक्षितः तु बलं पर्याप्तमस्ति तत् पर्याप्तं बलम् अस्ति यथा भागम् अवस्थिताः भवन्तः भीष्मम् एवाभिरक्षन्तु एव अभिरक्षन्तु तत्र तु स्वर्णदीर्घसन्धिः अस्ति अकस्वर्णदीर्घः तत्र एवाभिरक्षितम् एव अभिरक्षन्तु यथा भागम् अवस्थिताः भवन्तः सः निर्देश्यति भवन्तः भीष्मस्य रक्षाम् एव कुर्वन्तु तत्र सत्यमस्ति यथा भागं प्रत्येकं जनः स्वस्य भागं स्वीकृत्य स्थानं अथवा कार्यं कृत्वा अवस्थिताः भूत्वा भीष्मम् अभिरक्षन्तु अस्तु स्पष्टं स्यात् अग्रे गच्छेम सरला भगिनी महोदय रक्षन्तु अभिरक्षन्तु एतयोः भेदः कः विशिष्टतया अभि इति उपसर्गः कुत्रचित् अत्र उपसर्गस्य पाठः जातः पूर्वमेव किन्तु कुत्रचित् उपसर्गस्य उपसर्गेण अर्थसमर्थनं भवति कुत्रचित् अर्थपरिवर्तनं भवति अत्र समर्थनं विशिष्टतया विशेषरूपेण महोदय यदा वदामः अभिमुखं साक्षात् कृत्वा तत् कोऽपि सम्बोधनं भवतु अभिरक्षितं तु अपि तथैव अस्ति वा साक्षात् अत्र तस्य रक्षां कुर्वन्तु तत्र साक्षात् सः तत् ते तत्र एव सन्ति भीष्मः न स्यात् अभिमुखम् इत्यस्मिन् अभि इत्यनेन अर्थपरिवर्तनं जातम् अस्ति अत्र अर्थपरिवर्तनं न जातम् अत्र अभि इत्यस्य सामान्यतया विशेष इति अर्थः विशेष इति अर्थः अग्रे गच्छामि सरला भगिनी अस्तु सञ्जयः भीष्मः दुर्योधनस्य हर्षं सञ्जनयन् सिंहनादं विनोद्यच्चै विनद्य उच्चै गुणसन्धि अस्ति तत्र शङ्खम् अधमत् ततः शङ्खाभेर्यः पणवानकगोमुखाः च सहसैवाध्या हन्यन्त सहसा एव अभ्यन्त सहसा एव अस्ति वृद्धिसन्धि एव अभ्यन्त अस्ति सवर्णभीतसन्धि तत्र सः शब्दः तुमलः अभवत् ततः कृष्णः अर्जुनः अन्ये पाण्डवाः सैनिकाः च पृथक् पृथक् स्वस्य शङ्खान् अधमन् तदा अर्जुनः ऋषिकेशम् इदं वाक्यम् अब्रवीत् सञ्जय धृतराष्ट्रं युद्धस्य दृष्टं वदति भीष्म इदानीं दुर्योधनस्य मनोगति चिन्त्वा तस्य हर्षाय कारणं सिंहनाद तस्य शङ्खस्य नाम अस्ति सिंहं नादं तत् उच्चैः अधमन् ततः शङ्खाः बहु समीचीनम् अत्र बहु सम्यक् अस्ति सञ्जनयन् इति कीदृशरूपम् अस्ति शत्रपन् सत्यं शत्रुन्तरूपम् अस्ति सञ्जनयति सञ्जनयन् अस्तु दुर्योधनस्य हर्षं सञ्जनयन् सिंहनादं विनद्य इत्यस्य अर्थः अथवा लट्लकारस्य रूपं किं स्यात् विनोदति ल्यपस्ति विनद्य ल्यप् अस्ति किन्तु पुनः चिन्तयतु यतोहि विनद्य अस्ति खलु विनद्य विनदति विनदति ध्वनिं करोति तादृशं तादृश अर्थः अस्ति विनद्य उच्चैः अनन्तरं शङ्खम् अधमत् अधमत् पुनः अस्ति शङ्ख नादं शङ्खेन नादं भवति अधमत् अस्ति किन्तु विनदति इत्यनेन साक्षात् ध्वनिं करोति इति अर्थः अन्तर्भूतः विनदति इत्यस्मिन् धमति इत्यस्मिन् ध्वनिः भवेत् इति अर्थः तादृशं नास्ति नाम मुखात् वायुः आगच्छति इति अर्थः अस्ति यदि कोऽपि शङ्खं वादनं करोति तस्य अधमत् भवति श्वासोच्छ्वासनं करोति तत्र धमति इति अर्थः अत्र सकर्मकार्थः अस्ति तत्र शङ्खामिति कर्मसंज्ञकशब्दः अस्ति, कर्मपदमस्ति, शङ्खम् अधमत्. अस्तु, समीचीनम्. अग्रे ततः शङ्खाः भेर्य पणवानगोमुखाः च सहसा एव अभ्यन्यन्. तत्र तस्य अनन्तरं सर्वे तेषां शङ्खाः भिन्नभिन्ना पदानि अस्ति, शङ्खाः भेर्याः नाम्ना सन्ति, परमनाकगोमुखा एते अधमन् सहसा एव. इदानीं तत्र सन्धिप्रयोगं सन्धिसहितप्रयोगं वदतु कथमस्ति. सहसैवाभ्यहन्यन्त, सहसैवाभ्यहन्यन्त, सहसैवाभ्यहन्यन्त इति. अस्तु, समीचीनमस्ति. अत्र अभ्यहन्यन्त इति कीदृशरूपमस्ति? अभ्यहन्यन्त अस्ति, लङ् लकार अस्ति, आत्मनेपद प्रथमपुरुष न वचनं पद बहुवचनं अभ्यहन्यन्त. किन्तु अत्र कः प्रयोगः अस्ति? ओ, कः कर्मणि पद अस्ति. कर्मणि प्रयोगे अस्ति खलु. एकवचने बहुवचने वा? बहुवचने अस्ति. किमर्थं बहुवचने अस्ति? हन्यन्त बहुवचने भवति लङ्लकारे. केन सह तत्र बहुवचनान्तत्वं जातं, किमर्थं? शङ्खाः भेर्याः गोमुखा सर्वे बहुवचना अस्ति. शङ्खाः सैनिकैः अभ्यन्त. सम्यक् सम्यक्, बहु समीचीनमस्ति. अभिहन्ति इति कर्तरिप्रयोगे एकवचने अस्ति, अभिहन्ति. अस्तु, समीचीनमस्ति. अग्रे पद्मा भगिनी, अग्रे पठति वा सः शब्दः? महोदय, अर्जुनः. न, एकनिमेषः, वयं कुत्र स्मः? सः शब्दः, सः शब्दः तुमुलः अभवत्. तुमुलः अर्थं न जानामि महोदय. अन्य कोऽपि? सुब्रह्मण्य महोदय सहायं करोति वा? किञ्चित् कोलाहलं तादृश अर्थः भवति महोदय. अत्र ध्वनिः यथा आगच्छति तत्तु एकस्मिन् समये भिन्नभिन्नरूपेण आगच्छति, अतः अत्र समीचीनः न भवति, किञ्चित् कोलाहलरूपेण भवति, ततः तुमुलः इति. तुमुलः कोलाहलः, अपि च तत्र शीघ्रम् उच्चैः, अतीव उच्चैः. शङ्खाः भैर्याः शब्दः तुमुलः कोलाहलः अस्ति. तथा कृष्णः, अर्जुनः, अन्ये पाण्डवाः सैनिकाः च पृथक् पृथक् तस्य शङ्खान् अधमन्. तत्र कोलाहलः अस्ति, परन्तु कृष्णः, अर्जुनः, अन्ये पाण्डवाः स्वस्य शङ्खान् पूरयन्ति. अधमन्. अस्तु, अग्रे. तदा अर्जुनः ऋषिकेशम् इदं वाक्यम् अब्रवीत्. अर्जुनः ऋषिकेश कृष्णेन इदं वाक्यं वदति वदति इति वा वाक्यम् अब्रवीत् लकारः कः सम्यक्तया वदतु कृपया कः लकारः अस्ति नकारः हा कालः कः कालः इदानीं नाम वदति इति भवति भूतकालः हा तर्हि वदति इति वा किम् अवदत् खलु अब्रवीत् लङ्लकारः खलु अवदत् अस्तु समीचीनमस्ति सुमित्रा भगिनी अग्रे ततः कृष्णः अर्जुनः अन्ये पाण्डवाः सैनिकाः च पृथक् पृथक् स्वस्य शङ्खान् अधमन् तदा अर्जुनः ऋषिकेशम् इदं वाक्यम् अब्रवीत् अर्जुनः उभयोः सेनयोः मध्ये रथं स्थापय मे अच्युत अत्र किमस्ति अर्जुनः आज्ञापयति कुत्र रथं स्थापयतु इति द्वयोः सेनयोः मध्ये रथं स्थापय इति उक्तवान् स्थापय इति कीदृशरूपम् अस्ति स्थापय स्थापय इति आज्ञा किमस्ति कः लकारः वचनं पुरुषः भूतकालः किं पुनः भूतकालः भूतकालः स्थापय स्थापय इति लक्ष्मी भगिनी साहाय्यं करोतु महोदय मध्यमपुरुष मध्यमपुरुषलोट्लकार एकवचनं वा हा पश्य गच्छ तादृशरूपमस्ति खलु भगिनि स्थापयति स्थापय स्थापयतु स्थापयतां स्थापयन्तु स्थापय खलु अग्रे मे अच्युत इति पूर्वरूपसन्धि समीचीनं पदान्ते अस्ति खलु नो चेत् कः सन्धिः भवति कः सन्धिः भवति स्म यन् सन्धिः इति वा रामप्रिया भगिनी कः सन्धिः भवति स्म किं सूत्रं यान्तवान्तस्य तु एचो यवायावः बहु समीचीनमस्ति नाम किं भवति स्म एकारस्य स्थाने एकारस्य स्थाने ऐ आदेशः भवति किन्तु पदान्ते अस्ति इति कृत्वा न भवति पूर्वरूपसन्धि अस्तु समीचीनमस्ति अत्र मित्रा भगिनी अर्थः कः किं उच्यते इति पदस्य अर्थः वा न उभयोः सेनयोः मध्ये अत्र मे अच्युत मे इत्युक्ते मे मे इति सर्वनामपदमस्ति तत्र का विभक्तिः विभक्तिद्वयं सम्भवति जानाति वा अत्र साहाय्यं रक्षाभगिनी साहाय्यं करोति वा अत्र मे इति षष्ठी विभक्तिः अस्ति मम इत्यस्मिन् अर्थे सत्यं अत्र चतुर्थी अपि भवितुम् अर्हति स्म, किन्तु अत्र षष्टि मम रथं, मम रथं द्वयोः सेनयोः अपि उभयोः सेनयोः मध्ये मम रथं स्थापय अच्युत अच्युत अच्युत इति कः? रविप्रकाशमहोदय वदति वा अच्युत इति? अस्ति वा महोदय? जगन्नाथमहोदय वदति वा? सम्बोधनप्रथमाविभक्ति अच्युत इति. सत्यं सम्बोधनं तत्र कः अस्ति? कृष्ण. कृष्णस्य नामान्तरमस्ति भगिनि अच्युत सम्बोधनमस्ति, नामान्तरमस्ति कृष्ण इत्यस्य कृते, अपि च सम्बोधनमस्ति अच्युत. हे अच्युत, हे अच्युत, उभयोः सनयोः मध्ये मम रथं स्थापय इति वाक्यसंरचनमस्ति. अस्तु, बहु समीचीनमस्ति. तर्हि अग्रे गच्छेम. रक्षा भगिनी पठति वा? प्रश्नः अस्ति कस्यचित्? महोदय, ऋषिकेश इत्युक्ते कृष्णः इति जानामि, अर्थः कः महोदय अत्र? किं ऋषिकेश इति? ऋषिकेश इति इत्यस्य शब्दस्य अर्थः वा, नाम किमर्थं तादृशनामकरणं कृतमस्ति वा? आम् आम्. अन्य कोऽपि वक्तुं शक्नुयात्? मया किञ्चित् शोधकार्यं कर्तुं. कोऽपि वदति वा? हृषिकं यस्य नियन्त्रणं भवति करोति हृषिकेशः, इन्द्रियाणां नियन्त्रणं करोति इति ऋषिकेशः. नाम तत्र इन्द्रियाणाम् इन्द्रियपर्यायवाचि शब्दः अस्ति वा? ऋषिक इति महोदय. ऋषिक इति वा? ऋषिक योगः ईश. धन्यवादः भगिनि. ऋषिकायोगः ईशः इति अस्ति. ऋषिकस्य ईशः इति षष्टि तत्पुरुषसमासः स्यात्. ऋषिकस्य अथवा ऋषिकाणाम् ईशः नियन्त्रकः इति भगिनि. अस्तु, समीचीनमस्ति. अग्रे तर्हि रक्षा भगिनी. महोदय, अत्र द्वितीय अर्थम् अपि अस्ति, केश यस्य अहं संस्कृते न वक्तुं शक्नोमि, हूस् हेर् आर् लैक् कर्ड् कर्लि ऋषिकेश. केशः इति तादृशमिति अवश्यम्. ऋषि इति किं? Curled hair. अस्तु, किन्तु अत्र तादृश अर्थः प्रायः न स्यात् खलु, न जाने. अहं स्वामिनः श्रुतवती. अस्तु अस्तु, समीचीनं समीचीनं. रक्षा भगिनी अग्रे. सञ्जयः, ऋषिकेशः सेनयोः उभयोः मध्ये रथोत्तमं स्थापयित्वा उवाच, पार्थ पश्येतान् समवेतान् कुरून् इति. पार्थः स्वबान्धवान् स्थितान् तत्रापश्यत्, कृपया परया विष्टः सः विषीदन् इदम् अब्रवीत्. ऋषिकेशः इत्युक्ते कृष्णः सेनयोः उभयोः मध्ये, पाण्डवानां सेना अपि च कौरवाणां सेना तत्र आसीत्, तयोः मध्ये रथोत्तमं स्थापयित्वा, इत्युक्ते अर्जुनस्य रथम् अस्ति रथोत्तमम् इत्युक्ते, रथं स्थापयित्वा उवाच इत्युक्ते इदम् अवदत् इति. पार्थ पश्येतान् पश्य योगः एतान् तत्र वृद्धिसन्धिः अस्ति, समवेतान् कुरुन् इति उक्तवान् श्रीकृष्णः इति. पार्थः स्वबान्धवान् स्थितान् तत्र अपश्यत्, पार्थः स्वस्य बान्धवान् अपश्यत् अस्मिन् तत्र अपश्यत् इति तत्र योगः पश्यत् सवर्णदीर्घसन्धिः अस्ति. कृपया परया कुरुन् किञ्चित् वदति, सर्वे न जानीयुः. समवेतान् कुरुन्, समवेतान् कुरुन् इत्युक्ते कुरुवंशजाः इति. कुरुन् इति द्वितीया विभक्ति बहुवचने अस्ति, कर्मपदमस्ति तत्र. पश्य समवेतान् कुरुन् इति अर्जुनः उक्तवान् पार्थम् उद्दिश्य. अस्तु, तर्हि पार्थः स्वबान्धवान् स्थितान् तत्र अपश्यत्. पार्थः दृष्ट्वा कृपया परया योगः आविष्टः, पुनः सवर्णदीर्घसन्धिः. परा इत्युक्ते अपि कृपा इति एव चिन्तयामि, अथवा दुःख इत्यस्मिन् अर्थे वा. कृपा इति अस्य विशेषणं सत्यं, विशेषणविशेषभावः. कृपा परा कृपा तया, परा कृपा तया आविष्टः सः. अत्र परा इत्युक्ते अधिक तादृशार्थः अस्ति. परा मात्रा इति अर्थे अस्ति. परा कृपा, परया कृपया आविष्टः. अस्तु वा, आविष्टः इत्युक्ते आवृतः इति अनुभूतः. आवृतः तस्मिन् कृपा, सम्पूर्णा कृपा आसीत् आविष्टः. प्रविष्टः इति अपि तादृशः अस्ति. अस्तु अग्रे. कृपया परया कृपया आविष्टः सः इत्युक्ते पार्थः. विषीदन् अब्रवीत्. विषीदम् इति शत्रन्तरूपम् अस्ति. सः इत्यस्य विशेषणमस्ति. सः विषीदम् इदम् अब्रवीत्, इदम् अवदत् इति. हा सत्यम्. अत्र भुवादिगणे अस्ति उपसर्गपूर्वकः सद्धातुः. विषीदति इति लटि. अस्तु, समीचीनमस्ति. बहु सम्यक्. अग्रे गच्छेम, लक्ष्मी भगिनी अग्रे. महोदय, विषीदति इत्यस्य अर्थः कः अस्ति? नाम यस्य दुःखमस्ति सः विषीदति. दुःखं नाम तत्र दुःखेन उपविशति अथवा अधोभागे गच्छति इति तादृशार्थः अस्ति. दुःखेन बुद्धम्. अस्तु, अग्रे तर्हि लक्ष्मी भगिनी अग्रे. महोदय, उवाच लिट् लकारः वा? सत्यम्, अवश्यम्. उवाच इति लिट् नाम परोक्षे लिट्. साक्षात् वयं न दृष्टवन्तः इति, साक्षात् वयं न दृष्टवन्तः इति कृत्वा परोक्षे लिट्. पर नाम अस्माकं नेत्रैः न दृष्टम् इति कृत्वा उवाच. अस्तु, अर्जुनः. हे कृष्ण, अहं दृष्ट्वा इमं स्वजनं न शक्नोम्यवस्थातुम्. एते सर्वे मम गुरवः बान्धवाश्च सन्ति. एतैः सह युद्धं न कर्तव्यम्. यद्यपि एते कुलक्षयकृतं दोषं न पश्यन्ति, तथापि अस्माभिः त्वयं तु अयं दोषः न करणीयः. कुलक्षये सति सनातनाः कुलधर्माः प्रणश्यन्ति. धर्मे नष्टे सति कृत्स्नं कुलम् अधर्मः अभिभवत्युत. अत्र अर्जुनः कृष्णम् उद्दिश्य वदति, हे कृष्ण, अहम् इमं स्वजनं दृष्ट्वा न अवस्थातुं शक्नोमि इति. हा, बहु समीचीनमस्ति. सर्वे अवगच्छन्ति वा? सहदेव महोदय, तत् सर्वम् अवगच्छति खलु तावता? सदैव महोदय महोदय आं किञ्चित् अवगच्छामि किञ्चित् अस्तु अस्तु प्रश्नः अस्ति चेत् अवश्यं वदतु वा अस्तु तर्हि नाम अत्र शब्दक्रमः इतस्ततः अस्ति इति कृत्वा भगिनी सम्यक्तया कृतवती अस्ति दृष्ट्वा किं दृष्ट्वा भगिनी वदतु इमं स्वजनं दृष्ट्वा स्वजनम् इत्युक्ते स्वबान्धवान् पाण्डवान् कौरवाणां स्वबान्धवान् दृष्ट्वा हा स्वस्य जनः तम् अत्र षष्टि तत्पुरुषसमासः अस्ति षष्टिविभक्तेः लोपः जातः इति कृत्वा स्वस्य जनः तं दृष्ट्वा अथवा तान् अस्तु हा उपस्थातुं न शक्नु दृष्ट्वा इमम् आकार इकारयोः गुणसन्धिः दृष्ट्वा गुणसन्धिः स्वजनम् इमं स्वजनं दृष्ट्वा न अवस्थातुं शक्नोमि शक्नोमि अवस्थातुम् अत्र इकाराकारयोः मेलनं भवति अभवत् यन् सन्धिः अस्तु समीचीनम् अग्रे एते सर्वे मम गुरवः बान्धवाः च सन्ति एते सर्वे मम बान्धवाः गुरवः च हा अत्र बान्धवाश्च इति विसर्गसन्धिः अग्रे करिष्यामः अग्रे एतैः सह युद्धं न कर्तव्यम् अत्र कर्मणि प्रयोगे अस्ति न वा महोदय हा कर्तव्यमिति कर्मणि अर्थे अस्ति सत्यं नित्यं कर्तव्यं तदर्थं युद्धम् इति प्रथमाविभक्तौ अस्ति न तु द्वितीयाविभक्तौ वयं युद्धं न कुर्मः इति भिन्नमस्ति अस्माभिः युद्धं न कर्तव्यम् इति भिन्नं युद्धं न कुर्मः इति कर्तरिप्रयोगे युद्धं न कर्तव्यमिति कर्मणि सम्यक् सम्यक् अग्रे यद्यप्येते इकार यद्यप्येते यन् सन्धिः वा सत्यं यद्यप्येते कुलक्षयकृतं दोषं एते जनाः यद्यपि एते जनाः कुलक्षयकृतं दोषं न पश्यन्ति एते जनाः न कुलक्षयकृतं दोषं न पश्यन्ति इत्युक्ते एते अन्यजनाः कुलक्षयं भवति इति न चिन्तयन्ति परन्तु तथापि अस्माभिः वयं त्वयम् इत्युक्ते तु अयं दोषः न करणीयः तद् सः दोषः अहं तं दोषम् अहं न कर्तुम् इच्छामि बहु समीचीनमस्ति अत्र तु अयमिति कः सन्धिः यन् सन्धिः समीचीनमस्ति अपि च ऊहां कृत्वा कुलक्षयकृतम् अत्र त्रयाणां पदानां समासः तत्र विभक्तिलोपः जातः का विभक्तिः लुप्ता उभयत्र वदति वा कुलस्य क्षयं हा सत्यं बहु समीचीनम् अनन्तरं न जानामि महोदय अन्य कोऽपि चिन्तयति वा अत्र का विभक्तिः लुप्ता जाता रमेशमहोदय वदति वा कुलक्षय कृतम् अथवा रत्ना भगिनी क्षयं कृतं द्वितीया रमेशमहोदय वदतु क्षम्यतां भगिनि कृतं कृतं कुलक्षयेन इति कर्णतृतीया इति प्रयः न स्यात्. अत्र अत्र माध्यम नाम प्रयः अस्माकम् अनुमानार्थम् अत्र किं कर्तव्यमस्ति नाम का विभक्तिः इति अस्य अनुमान समये अत्र कीदृश अर्थः अस्ति तदाधारेण वयम् अनुमानं कर्तुं शक्नुमः कीदृश अर्थः अस्ति. नाम अत्र कुलक्षयम् इति माध्यममस्ति दोषस्य वा न जानामि महोदय, विस्मरामि. न न, भवान् तु जानाति अत्र अर्थः कीदृशः इष्टः. अत्र अत्र कुलक्षयम् इति कुलक्षय इति माध्यममस्ति वा? न, कुलक्षयं तु माध्यमं नास्ति. कुलक्षय भवति. रत्ना भगिनी किञ्चित् क्षयः कृतः तम् नाम कः अर्थः अस्ति इत्युक्ते कुलक्षयम् इति कार्यम् एतत् दोषः भवति इति. कुलस्य किं वदामि, क्षयम् इत्युक्ते क्षयः इत्युक्ते तस्य भङ्गः अथवा तत्र हा नाशः, हा कुलस्य नाशः क्षयः कृतः, क्षयः कृतः तं दोषम् इति. अत्र रमेशमहोदयेन यदुक्तं किञ्चित् चिन्तयामि यत् भवितुम् तादृशमपि ऊहां कर्तुं शक्नुमः यत् कुलक्षयः जातः इति कारणतः दोषः इति तादृशं चिन्तनं कर्तुं शक्नुमः. सामान्यतया प्रायः फलमस्ति फलमस्ति कुलक्षयः इति कृत्वा दोषः, तर्हि तया दृष्ट्या चतुर्थी इति स्यात् कुलक्षयाय कृतं दोषः नाम तस्य परिणामः तस्य फलम् इति कृत्वा चतुर्थी विभक्तिः. चतुर्थी तत्पुरुषसमासः वस्तुतः तादृशप्रयोगः सीमितः अस्ति, अग्रे गत्वा द्रक्ष्यामः. माध्यमं चिन्तयामः चेत् तृतीया नाम कुलक्षयः जातः इति कृत्वा दोषः इति वदामः, नो चेत् फलमिति पश्यामः चेत् चतुर्थी विभक्तिः. अस्तु, प्रायः चतुर्थीः स्यात् किन्तु तृतीया अपि ऊहां कर्तुं शक्नुमः. दोषः फलम् अपि च कुलक्षयः माध्यमम् इति विचिन्त्य वक्तुं शक्नुमः, नो चेत् दोषस्य फलं कुलक्षयः इति प्रायः स्यात्. वदतु भगिनि. न न, प्रथमः न भवति वा अत्र इति, क्षयः कृतः तं दोषम् इति. प्रथमा विभक्तिः वा? प्रथमा न, प्रथमाविभक्तिः इति चेत् तत्र तत्पुरुषसमासः नास्ति, तत् तर्हि कर्मधारीसमासः. अत्र कृतम् इत्यनेन सह तत्र न भवति, कर्मधारीसमासः नास्ति, अत्र तत्पुरुषसमासः अस्ति. कुलक्षयः कृत प्रथमा तत्पुरुषसमासः बहु सीमितः अस्ति. हा, बहु अतीव सीमितमस्ति, सत्यं सत्यम्. अत्र प्रथमः अस्ति किन्तु नास्ति, न के बराबर, बहु कम् अस्ति, बहु सीमितमस्ति. कुलक्षाय कृतं प्रायः चतुर्थी इति स्यात्. अस्तु, अग्रे रत्ना भगिनी, अग्रे कुलक्षये. हा, कुलक्षये सति सनातनाः कुलधर्माः प्रणश्यन्ति. अस्तु, कुलस्य क्षयः भवति चेत् पुरातनाः कुले ये धर्माः सन्ति, कुलधर्माः ते नश्यन्ति कुलस्य क्षयकारणात्. धर्मे नष्टे सति. अपि च कुले क्षये सति इति कीदृशप्रयोगः? कुलक्षये सति, कुलक्षये कुलस्य क्षयः तस्मिन्. हा, नाम अस्य प्रयोगस्य नामकरणं कुलस्य क्षयः, कुलस्य क्षयः षष्टिः तत्पुरुषः महोदय. नाम कुलक्षये सति सति सप्तमी भवति अत्र. सति सप्तमी इति अर्थः कः? तद् अभवत् चेत्. तादृश अर्थः अस्ति, यदा तादृशमस्ति तदा. रमेश महोदय किञ्चित् म्यूट् करोति वा, यतोहि तत् लैन् मध्ये ध्वनिः आगच्छति. धन्यवादः. धर्मे नष्टे सति, पुनः सति सप्तमी आगच्छति, धर्मस्य नष्टः भवति चेत्. कृत्सनं कुलम् धर्मस्य नाशः भवति चेत्, कृत्सनं कुलम् अधर्मः अभिभवति उत. तत् यञ्सन्धिः अस्ति, अभिभवति उत, अभिभवत्युत. धर्मः नष्टः भवति चेत् कुलं कृत्सनं कुलं नष्टं सम्पूर्णं. सम्पूर्णं कुलम् अधर्मः अभिभवति. कुलम् अधर्मः अभिभवति इत्युक्ते सति कृत्सनं सम्पूर्णकुलम् अधर्म इत्युक्ते कुलस्य धर्मः न भवति, तस्य अधर्मः भवति इति अर्थः. न न, अत्र अस्य वाक्यस्य अवगमनार्थम् अभिभवति इति अस्य अवगमनं भवेत्. अभिभवति भवति अपि च अभिभवति इति समानं नास्ति. अभि इति उपसर्गस्य संयोजनेन अत्र अर्थपरिवर्तनं सम्पूर्णतया जातमस्ति. नष्टः भवति इति वा महोदय, अथवा कुल अधर्मः आगच्छति इति वा? नाशयति इति तादृश अर्थः ऊहां कर्तुं शक्नोति. नाशयति तत्र इति चेत् तत्र वाक्यस्य संरचना कीदृशी? अधर्मः अस्तु. धर्मस्य नष्टः भवति चेत् अधर्मः कुलं नाशयति. धर्मे नष्टि धर्मः नष्टः, यदा धर्मः नष्टः तदा धर्मः. अत्र कर्तृपदं किम् अस्मिन् वाक्ये? अधर्मः. अधर्मः इति कर्तृपदमस्ति. अधर्मः कृत्स्नं कुलम् अभिभवति उत. उत अतिनेन उत अथवा इति भवति वा? न, अत्र तथा नास्ति. किल इति न, अत्र तादृश अर्थः नास्ति. अत्र हि तादृश अर्थः अस्ति. हि एव अथवा अपि तादृश अर्थः अस्ति अपि, किन्तु अत्र प्रायः हि इति एव अर्थः अस्ति. ह्रस्वीकारः. पराजयः इति अभिभवति, पराजयं करोति इति अर्थः. भगिनी तदेव प्रष्टुम् इष्टवती, अभिभवति इत्युक्ते अतिक्रामति अथवा पराजय भवति इति चिन्तयामश्चेत् तत्र कृत्स्नं कुलम् इति कर्मपदमस्ति खलु? इति अर्थः अस्ति. अधर्मः इति कर्तृपदं, कृत्स्नं कुलम् इति कर्मपदम्, अभिभवति इति सकर्मकधातुः जातः. अभि उपसर्गस्य संयोजनेन अत्र सकर्मकधातुः जातः भू. अभियोग अपि उपसर्गपूर्वकः भूधातुः. भूधातुः सामान्यतया अकर्मकधातुः अस्ति खलु इति जानीमः. अभि पराजयं करोति इति अर्थः अस्ति. नाशयति एवमेव स्वीकृतवन्तः, किन्तु तादृश अर्थः अस्ति वस्तुतः। महोदय, यदि धर्म नष्ट भवति कुलं, अधर्म प्रचलति अपि भवति, तस्य अर्थं न भवेत्? पुनः वदतु। अभिभवति अर्थं प्रचलति, अधर्म प्रचलति, तदा कुलम् इति पराजयम्, अधर्मः कृत्स्नं कुलं, कृत्स्नकुलस्य पराजयं करोति इति अर्थः। अधर्मः कुलं नाशयति। अस्तु अस्तु, समीचीनमस्ति। अग्रे गच्छेम तर्हि अधुना रामप्रियभगिनी अग्रे। आं महोदय, सञ्जयः एवम् उक्त्वा अर्जुनः रथोपस्थ उपाविशत्। तदा कृपया आविष्टम् अर्जुनं मधुसूदनः इदं वाक्यम् उवाच। सञ्जयः उक्तवान् अनन्तरम् एवम् उक्त्वा अर्जुनः, यदा पूर्वस्मिन् पुटे तद् उक्त्वा अर्जुनः, तत्र तु सवर्णदीर्घसन्धिः अस्ति, रथोपस्थ उपाविशत्, रथे सः उपविष्टवान् इति अर्जुनः। तदा कृपयाविष्टम् अर्जुनं अत्र रथोपस्थ उपाविशत्, अत्र अस्य अर्थः रथोपस्थ, रथो उपस्थ इत्युक्ते रथे उपविष्टवान् इति वा? न, तादृश अर्थः नास्ति। रथं स्थापयित्वा उपविष्टवान्। अत्र उपस्थ इति विशेषणमस्ति। उपस्थापितवान् इति वा? उपस्थः रथः विशेषणम् अस्ति। उपस्थः रथः इति विशेष्यम्, उपस्थः इति समीपे उपस्थितः इति अर्थः। समीपे उपविष्टवान्, तत्र समीपे उपस्थितः, तत्र रथः उपस्थः इति अत्र विसर्गसन्धिः अस्ति। अग्रे गत्वा दर्शयामः। रथोपस्थ उपाविशत्। अस्तु अग्रे। तदा कृपया आविष्टं तत्रापि सवर्णदीर्घसन्धिः अस्ति। तदा कृपयाविष्टम् अर्जुनं मधुसूदनः इदं वाक्यम् उवाच। मधुसूदनः इति कृष्णः अर्जुनं कृपया आविष्टं, यदा कृपया इत्युक्ते करुणया, आविष्टम् इत्युक्ते व्याप्तम् इति वा, व्याप्तम् इदं वाक्यम् इति, अनन्तरम् एतद् वाक्यं तद् उवाच उक्तवान् कृष्णः उक्तवान् अर्जुनं प्रति। कृपयाविष्टम् इति कस्य विशेषणम्? कृपयाविष्टम् अर्जुनं, अर्जुनस्य विशेषणम्। अस्तु, बहु समीचीनमस्ति। अग्रे गच्छेम महोदय। रथोपस्थ इति अपि अर्जुनस्य विशेषणं खलु प्रथमवाक्ये? अर्जुनः रथोपस्थ, हा हा हा, प्रायः अहमपि चिन्तयामि स्म यत् सप्तमी इति कथं नास्ति इति। रथोपस्थ इति इतोपि समीचीनमस्ति, तथा कुर्मश्चेत् तत्र रथे उपस्थः, उपस्थः इति समीपे इति अर्थः अस्ति खलु। रथम् उपस्थः अर्जुनः उपाविशत्, रथस्य उपस्था भवति अहं चिन्तयामि. रथस्य उपस्था अर्जुनः उपस्थः अर्जुनः उपस्थः उपाविशत् इति व्याकरणदृष्ट्या समीचीनमस्ति. इदानीं रथे रथम् उपस्थः रथमस्ति वा न जानामि. रथम् उपस्थः द्रष्टव्यमस्ति. उपस्थः इत्यनेन सह तत्र का विभक्तिः स्वीकरोति, कां विभक्तिं स्वीकरोति इति द्रष्टव्यमस्ति. किन्तु तादृश अर्थः भवेत् सत्यमेव भगिनि. रथोपस्थ अर्जुनः उपाविशत् इति एव अर्थः अस्ति. अवश्यम् अवश्यम्. अस्तु अग्रे गच्छेम. सन्ध्या भगिनि अग्रे पठति वा. कृष्णः अर्जुन कुतः त्वाम् इदं कश्मलं समुपस्थितं कश्मलं समुपस्थितं पार्थ क्लैब्यं मा प्राप्नुहि नैतत् न योगः एतत् त्वय्युपपद्यते त्वयि योगः उपपद्यते परन्तप क्षत्रं हृदय दैर्बल्यं शूद्रं हृदय दैर्बल्यं दौर्बल्यं त्यक्त्वा योगः उत्तिष्ठ. अत्र अवगच्छति वा? तर्हि अर्जुनः अर्जुन कुतः एषः असमीचीन समुपस्थितम् अन्यपदः न जानामि. अत्र त्वाम् इति अस्य का विभक्तिः? अत्र वैशिष्ट्यमस्ति. उपस्थितम् अत्र यद्यपि त्वयि इति तादृश अर्थः अस्ति, त्वयि इदं कश्मलं समुपस्थितं, किन्तु समुपस्थितमित्येन सह तत्र द्वितीया विभक्तिः भवति, न तु सप्तमी. यद्यपि तादृश अर्थः अस्ति सप्तमी अधिकरणं. कुतः त्वां नाम त्वयि इदं कश्मलं समुपस्थितं. समीचीनमस्ति. कश्मलमिति जानाति खलु? अस्तु अग्रे. पार्थ कलैभ्यं क्लैब्यं मा प्राप्नुहि फलम् आवश्यकम्. बलमावश्यकं. बलमावश्यकं बहु समीचीनमस्ति. क्लैब्यं जानाति खलु? क्लैब्यं मा प्राप्नुहि. प्राप्नुहि इत्यस्य इति कालकारः मध्यमपुरुषः. मध्यमपुरुषः लोट्लकः. वचनम् एकवचनं बहु सम्यक् अस्ति भगिनि. क्लैब्यं मा प्राप्नुहि. अग्रे नैतत् न योगः एतत् कः सन्धिः? वा बहु सम्यक् अस्ति. न एतत् नैतत् अग्रे त्वय्युपपद्यते सो इ योगः उ यन् एकादशीस्थाने यन् हा एको यन् अस्ति बहु सम्यक् अस्ति त्वयि उपपद्यते अग्रे हा तर्हि अत्र अस्य वाक्यस्य अर्थः न एतत् त्वयि उपपद्यते अवगच्छति वा अस्तु अजयमहोदय साहाय्यं करोति वा अजयमहोदय अस्ति आम् आं महोदय उपपद्यते अत्र वाक्यस्य अर्थः कः अस्ति न जानाति वा न महोदय श्रीनिवासमहोदय अभिनवमहोदय जगन्नाथमहोदय त्वयि उपपद्यते इति आगच्छति एतादृशं क्लैब्यं मनसि आगच्छति इति अर्थः भवति मन्ये उपपत् उपपद्यते इति तादृश अर्थः नास्ति क्लैब्यं मा प्राप्नुहि न एतत् त्वयि उपपद्यते नाम वाक्यं श्रुत्वा किञ्चित् अनुमानं कर्तुं शक्नुमः कीदृश अर्थः स्यात् अत्र न इति अस्ति खलु न एतत् त्वयि उपपद्यते न अस्ति चेत् कः अर्थः स्यात् न वदनीयम् अस्ति पुनः न वदनीयम् अस्ति न वदनीयम् इति न अत्र अत्र उचितं नास्ति तत्र युक्तिः नास्ति उचितम् औचित्यं नास्ति न सङ्गच्छते औचित्यं नास्ति हा अस्तु परन्तप अभिनवमहोदय परन्तप तपं करोतु अत्र अत्र परन्तप इति अन्य कोऽपि साहाय्यं करोति कीदृश अर्थः अस्ति अर्जुनस्य नाम हे परन्तप इति अत्र सम्बोधनमस्ति अस्तु अभिनवमहोदय अग्रे क्षुद्रं किं क्षुद्रं हृदय दौर्बल्यं हृदयस्य दौर्बल्यं त्यजतु तत्पश्चात् उत्तिष्ठतु सत्यं सत्यम् अस्तु अस्तु अग्रे अग्रे श्रीनिवासमहोदय अग्रे महोदय अर्जुन मधुसूदन अहं भीष्मं द्रोणं च कथं इषुभिः द्वामिमौ द्वौ इमौ पूजार्हसीत् किं पूजार्हवासीदुना गुरून् अहत्वा भैक्ष्यं भोक्त्वं यत् इष्यते तत् अपि इह लोके क्षयः अस्तु अर्थं पश्येम मधुसूदन इत्युक्ते सम्बोधन कृष्णः अहं भीष्मं द्रोणं च कथं इषुभिः प्रसियोत्स्यामि प्रायः प्रतिघटामि महोदय प्रायः किं प्रतिघटं प्रति प्रति किं प्रति किं प्रतिघटामि गतामि न जानामि प्रतिघटामि किं भवति अत्र अत्र इषुभिः इति क्रमेण पश्येम अत्र इषुः नाम इषुः जानाति वा बाणः हा सत्यं युद्धसमये उपयुज्यते खलु बाणः इषुभिः तृतीया विभक्ति बहुवचनं हा इषुभिः अत्र अत्र प्रतियोत्स्यामि प्रतियुद्धं करिष्यामि प्रतियुद्धम् अत्र अत्र धकारस्य तकारः जातः युद्ध धातुः अस्ति युध युधधातुः अस्ति धकारस्य तानि तकारः जातः लृट् लकारे भविष्यत्काले प्रतियुद्धं करिष्यामि प्रतियोत्स्यामि अर्थः स्पष्टः जातः वा अग्रे द्वामि माहो तत्र यान्तं प्रदेश सन्धिः अस्ति खलु महोदय द्वामि वौ द्वौ पूजार्हौ हरिसूदन भीष्म अपि द्रोण द्वौ पूजार्हौ स्तः हा द्वौ इमौ पूजार्हौ पूजार्हौ नाम पूजार्ह द्वौ द्वौ अपि पूजां पूजा पूजा योग्यौ योग्यः योग्यः इति खलु अर्हः इत्युक्ते योग्यः हरिसूदन इत्युक्ते न जानामि महोदय हरि अत्र हरिसूदनाथ इति जगन्नाथमहोदय सहायं करोति वा शत्रूणां नाशनं यत् करोति यः करोति यः करोति यः करोति सत्यं सत्यं इति सम्बोधनमस्ति अस्तु अग्रे गुरून् हत्वा भैक्ष्यं भोक्तं यत् इष्यते तद् अपिह लोके क्षयः क्षेयः श्रेयः श्रेयः श्रेयः गुरून् अत्र द्रोण गुरु अस्ति द्रोणं हत्वा कथं कृत्वा भैक्ष्यम् इत्युक्ते भोजनं भोक्तुं यत् अहं न इच्छामि इति भोजनं कर्तुं न इच्छामि इति वदति महोदय लोके न अहत्वा गुरून् अहत्वा भैक्षं भोक्तुं यत् इष्यते तत् अपि इह इह नाम इह लोके इदं अस्मिन् लोके अस्मिन् लोके श्रेयः नास्ति नास्ति इति कुत्र अस्ति लोके श्रेयः अपि तदपि लोके श्रेयः गुरून् अहत्वा भैक्षं भोक्तुं यत् इष्यते तत् अपि इह लोके श्रेयः अभिनव किञ्चित् सहायं करोति वा अस्य अर्थः कः महोदय न जानामि रक्षा भगिनी अत्र गुरून् अहत्वा भैक्ष्यं भोक्तुं यद् इष्यते इत्युक्ते अर्जुनः वदति यत् गुरून् अहत्वा गुरूणां हत्यं न कृत्वा भैक्ष्यं भोक्तुम् इत्युक्ते भिक्षायाः याचनं, भिक्षां भोक्तुं यद् इष्यते, यः इष्टः अस्ति मम, तद् अस्मिन् लोके, इह लोके श्रेयः इति, उत्तमतरः इति. भिक्षाटनम् एव उत्तमतरः अस्ति गुरूणां हत्यायाः अपेक्षया इति. अत्र अपेक्षया इति किमर्थं कथं साधितमस्ति? यतोहि अत्र वार्ताद्वयमस्ति, गुरूणां हत्या अपि च वैक्ष्यं, तर्हि तयोः मध्ये वैक्ष्यमेव लोके श्रेयः. श्रेयः इति द्वयोः मध्ये एकः उत्तमः इत्यस्मिन् अर्थे अस्ति श्रेयः इति, खलु? सत्यं, द्वयोः मध्ये इति सत्यं. तरप्रत्ययस्य अहत्वा गुरून् अहत्वा इत्युक्ते हत्याम् अकृत्वा इति. अकृत्वा भैक्ष्यं भोक्तुं यद् इष्यते तदेव श्रेयः. सर्वेषां कृते स्पष्टः जातः वा? अभिनवं स्पष्टं जातं? इष्यते इत्यस्य अर्थः न जानामि. अत्र इच्छति इत्यस्य इष्यते, समीचीनं वा? अस्तु, अजय महोदय अग्रे. महोदय अपिः सवर्णदीर्घसन्धिः खलु महोदय? हा सत्यं, सवर्णदीर्घसन्धिः अपिः. अजय महोदय अग्रे. भो अर्जुन सम्बोधन, त्वम् असोच्यान् अन्वशोचः, असोच्यान् शोच्यान् अन्वशोचः अनु असोचः यणसन्धिः अन्वशोचः, त्वम् असोच्यान् अन्वशोचः, असोच्यान् इत्युक्ते अहं न जानामि. अत्र सर्वं पठतु एकवारं. वस्तुतः एनम् आत्मानं शस्त्राणि न छिन्दन्ति, पावकः न दहति, न क्लेदयन्त्यापः, क्लेदयन्ति आपः, मारुतः च न शोषयति. यः मानवः आत्मतः त्वात्मरतिः तु आत्मरतिः, आत्मानि एव सन्तुष्टः भवति, सः एतत् जानाति. अतः एव पण्डिताः नानुशोचन्ति, तस्मात् त्वं धीरो भव, युद्धं च कुरु. सन्देशः अवगतः खलु? सन्देशः अवगच्छामि. सन्देशः कः? सन्देशः अर्जुन, कृष्णः उक्तवान्, अर्जुनस्य उक्तवान् असोच शोचनं त्यक्त्वा युद्धं कुरु, आत्मा न छिन्दन् आत्मा यस्य युद्धं करोति तस्य आत्मानं शस्त्राणि न छिन्दन्ति, न दहति, न क्लेदयन्ति. अस्तु, समीचीनमस्ति. अत्र त्वम् अशोच्यान् अन्वशोचः, अस्य अर्थः कः? अशोच्यः, अशोच्यः इत्युक्ते शोचनं त्यक्त्वा यत्र तादृशचिन्तनं न भवेत्, नाम तत्र शोच्यः इति यस्य विषये अस्माकं दुःखं भवेत्, शोच्यः अशोच्यः यस्मिन् विषये अस्माकं दुःखं न स्यात् तत्र भवान् अनुशोचति, तत्र भवतः दुःखं भवति यत्र दुःखं न भवेत्, अशोच्यान् यत्र यत्र दुःखं न भवेत् अन्वशोचः, भवतः शोचः नाम दुःखम् अस्ति, दुःखमस्ति यत्र दुःखं न भवेत् इति अर्थः, स्पष्टं वा? अत्र शोच्यः शोच्यः यथा कार्यं, कार्यम् इत्युक्ते यत् करणीयमस्ति तत् कार्यमस्ति, कार्यं देयं शोच्यं तादृशमस्ति, यत्र शोचः भवेत् तत्र शोच्यमस्ति, यत्र न भवेत् तत्र अशोच्यः अशोच्यान् अन्वशोचः इति समीचीनं नास्ति इति वदति सः। हा अस्तु अग्रे, वस्तुतः वस्तुतः एनम् आत्मानं शस्त्राणि न चिन्तन्ति। अत्र कर्तृपदं किम्? एनम् आत्मानं शस्त्राणि न छिन्दन्ति, अस्मिन् वाक्ये कर्तृपदं किम्? न छिन्दन्ति कर्तृपदं, कर्तृपदम् एनम्, न न अत्र कर्तृपदं रत्नाभगिनी वदतु, सहायं करोतु। शस्त्राणि इति कर्तृपदम् अस्ति, शस्त्राणि आत्मानं न छिन्दन्ति खलु, अजय महोदय खलु? अस्तु समीचीनमस्ति। रविप्रकाश महोदय अस्ति वा? किञ्चित् अग्रे अग्रे प्रतिपादयति वा, पावकः न दहति, पावकः इत्युक्ते एकनिमिषः पावकः, पावकः इत्युक्ते अग्निः। हा सत्यं सत्यम् अग्निः, तर्हि तर्हि पावकः कं न दहति? आत्मानं न दहति इत्युक्ते, हा इति अर्थः। अग्रे किमस्ति? न क्लेदयत्याप्यः, क्लेदयत्याप क्लेदयन्ति इत्युक्ते शोषणम्, आपः इत्युक्ते जलम्। हा नित्य बहुवचनान्त शब्दः, स्त्रीलिङ्गशब्दः, नित्यवचनान्त बहुवचनान्तः। हा आपः तत्र जलं न क्लेदयति कम्? आत्मानम्। आत्मानम् अस्तु समीचीनमस्ति। अग्रे अग्रे मारुतः च न शोषयति, मारुतः इत्युक्ते वायुः च आत्मानं न शोषयति। हा समीचीनमस्ति। अग्रे यः मानवः आत्मतृप्तः तु आत्मरतिः, अहं न जानामि यः पूर्णतया वाक्यं पठतु एकवारं, अर्थः यः मानवः, यः मानवः आत्मतृप्तः स्वात्मरतिः, आत्मनि एव सन्तुष्टः भवति सः एतत् जानाति। एतत् नाम किम्? एतत् जानाति, एतत् एतत् सर्वं यद् भवान् उक्तवान्, आम् एतत् एतत् जानाति सः, एतत् सर्वं नाम आत्मनः स्वभावः कः इति एतत् सर्वं सः जानाति। कः जानाति? पण्डितः। यः मानवः आत्मतृप्तः आत्मरतिः आत्मनि एव सन्तुष्टः, यः यः पुरुषः यः मानवः आत्मनि एव सन्तुष्टः सः एव एतत् सर्वम् अवगच्छति। समीचीनं अस्तु। अग्रे आत्मरतिः इत्युक्ते किम्? आत्मरतिः इति रक्षाभगिनी दृष्टवती वा? रतिः इत्युक्ते आत्मनि एव यः मोदति मोदते रमते इति तादृश अर्थः अस्ति. अतः एव पण्डिताः नानुशोचन्ति न अनुशोचन्ति तस्मात् त्वं धीरो भव युद्धञ्च कुरु. एव पण्डिताः नानुशोचन्ति अग्रे पूर्वं यद् उक्तमासीत् खलु त्वम् अनुशोच्यान् अन्वशोचः इति यत् न भवेत् पण्डिताः न अनुश तादृशं न अनुशोचन्ति तस्मात् त्वं धीरो भव इति स्पष्टं खलु युद्धं च कुरु. अस्तु, बहु समीचीनमस्ति इति कृत्वा कथा समाप्ता, अपि च अच् सन्धिः अपि समाप्तः. इतः हल् सन्धिः आरप्स्यते. अस्तु, नमो नमः सर्वेषां, नमस्कारः. धन्यवादः.